नमस्कारः, लुट्लकारः इति करपत्रम् अनुवर्तते, करोतु भगिनि. भगिनि, वयं जानीमः अन्यतन अद्यतन इति किम् अस्ति. अन्य अद्यतन इति अस्ति रात्रौ अन्तिमप्रहर आरभ्य गतरात्रौ अन्तिमप्र आरभ्य गम्यमाने प्रथम प्रहरपर्यन्तं गम्यमानरात्रौ इति भवति अद्यतन वेला इति अस्ति. अद्य षड् प्रहर आगच्छति तस्मिन्. तदनन्तरम् अस्ति अनद्यन्तकाल. अनद्यन्तकाल इत्युक्ते श्वः एव इति. किन्तु यत् वयं पठितवन्तः पूर्वं के के प्राचीनां मतं वा नवीनां मतम् अस्ति तस्य लकनागेशभट्ट तस्य श्वभावी चिरकाले अपि अतिश्वभावी भावित्यं भवति. तत्र अपि तस्य प्रयोगः भवति नागेशभट्टस्य मतम् अनुसारम् इति. अनद्यतन लुट् इति केवलं श्वभावी यत्र अस्ति तत्र लुट् लकारस्य प्रयोगः भवति इति वयम् अपि दृष्टवन्तः पूर्वं. किमस्ति प्रत्यासति नागेशस्य मतम् अस्ति केवलं नागेशस्य मतं वदति यत्र यत्र शोभावः वर्तते अग्रिममासं तत्र लुटं वा भवति तत्र तत्र लुट्लकारस्य प्रयोगः साधु इति नागेशः वदति. किन्तु अन्ये जनाः वदन्ति केवलं यत्र श्वः इति यत्र वर्तते तत्र एव लुट्लकारस्य प्रयोगः परश्वः अग्रिममासम् इति तादृशानां तु लुट्लकारस्य एव प्रयोगः इति अन्ये वदन्ति. तदेव अपि वयं दृष्टवन्तः प्रत्यासति न्यायव्याप्तिन्याय अस्ति. प्रत्यासति न्याय यत् समीपम् अस्ति तत्र तस्य इति अन्नद्यतनकाल इति अद्यतनस्य समीपम् आगच्छति. तत्र अत्युक्ति न्यायेन व्याप्तिन्याय अस्ति यत् कारण कि यथा नगेशस्य अस्ति व्याप्तिन्याय यत् चिरकालपरे अस्ति यत् किञ्चित् यथा उदाहरणमस्ति प्रत्यासति न्यायस्य यदि कोऽपि विद्यार्थी इत्यस्य अद्य विरामः अस्ति इति श्रुत्वा सः स्यूते पुस्तकानि स्थाप्य गृहं गच्छति इति युक्ते मीन्स् यत् तस्य समीपम् अस्ति संस्था यथा विद्यालयः तस्य समीपम् अस्ति तस्य प्रत्यासति न्याय मीन्स् तत् भवति तस्य अर्थम् आगच्छति तत्र इति. व्याप्तिन्याय मीन्स् अद्य विराम अस्ति इति इत्युक्ते अद्य विराम कुत्र अन्य दूरी यथा देहल्या इति अस्ति वा कुत्रापि यन्त्रकारखारे इति आगच्छति इति अस्ति व्याप्तिन्याय. तस्य अस्माकं व्याकरणे इति अस्ति यत्र समीपम् अस्ति तत् भवति प्रत्यासति न्यायस्य तत् भवति अनद्यतनकाले अस्ति. अपि पूर्वं वयं दृष्टवन्तः समानकर्तृकयोः पूर्वकाले इति यदि कित्वा इति यत् अस्ति तत्र एकः हि कर्ता अस्ति किन्तु यदि द्वयं क्रिया भवति किन्तु एकस्य अनन्तरं द्वितीयक्रिया भवति इति अर्थं न यद्यपि अव्यवहित मन्ये किन्तु व्यवधानं भूत्वा अपि अव्यवहितम् आगच्छति तत्र. किन्तु समानकर्तृकयोः पूर्वकाले इति आगच्छति. यथा उदाहरणमस्ति दशमकक्षा पठित्वा शास्त्रमधीत्य उद्योगः कृतवान् इति तदनन्तरं इत्युक्ते यतोहि एका क्रिया अभवत् द्वितीयक्रिया अभवत् तयोः मध्ये व्यवधानं नास्ति किन्तु किञ्चित् कालं भवितुं शक्नोति इति समानकर्तृकपूर्वकाले इति तत्र आगच्छति इति वयं दृष्टवन्तः. इदानीम् अद्य वयं पठामः पञ्चपदानि कथं भवति प्रक्रिया कथम् आगच्छति इति. अस्तु भगिनि, अरुणा भगिनी आरम्भं कर्तुम् इच्छति पञ्चपदानि भगिनि. पञ्च उपाङ्गानि. यदा अर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात् प्राक् पञ्च उपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति. इमानि पञ्च उपाङ्गानि सन्ति. प्रथमतया प्रत्यय आदेशः, धात्वादेशः, इदागमः, अतिदेशः, द्वित्वम्, अभ्यासकार्यञ्च. परन्तु द्वित्वकार्यं पञ्चस्थलेषु एव भवति. लिटि, शनि, चङ्गि, चगि, यङ्गि, श्लौ लुट्लकारे न भवति. अतः अत्र चत्वारि उपाङ्गानि एव द्रष्टव्यानि. तदेव भगिनि, प्रत्यय आदेशः प्रथम उपसङ्गानि कार्यमस्ति. प्रत्यय आदेशः अत्र लुट् लकारस्य सिद्ध तिङ् प्रत्ययानां प्रक्रिया प्रदर्श्यते. मनसि भवेत् यत् पूर्वं कश्चन धातुः अस्ति, ततश्च विवक्षाम् अनुसृत्य लुट् लकारो विधीयते. प्रत्यय आदेशः लुट् लकार लकारस्य तिङन्तप्रक्रियाणां अत्र प्रदृश्यते. प्रथमं धातुतः लुट् लकार विधीयते. येन अनद्यतने लुट् इति सूत्रेण लुट् लकारः विधीयते. अनद्यतन इत्युक्ते अनद्यतन भविष्यत्कालार्थे धातोः लुट् लकारः भवति. लुट् अत्र उपदेशे अजनुनासिक इति सूत्रेण उकार अपगच्छति अनुनासिक. अतः तस्य इत्संज्ञा हलन्तस्य इत्यनेन तकार इत्संज्ञा तस्य लोपः इत्यनेन द्वयोः लोपः भूत्वा ला एव अवशिष्यति. स्यातासि लृलुठोः इत्यनेन लुटि परे अत्र स्यातासि लृलुठो अस्ति भगिनि. स्या नास्ति इति वदति भगिनि इति मन्ये. दीर्घः आकारः नास्ति. ओके एवं यथासि. ओके धन्यवादः. यथासि रुलुटो इत्यनेन लुटि परे धातुतः थास् प्रत्ययः तस्य लस्य इत्येन तिप्तश्चि सिप्तस्थ मिप् मस् मस् मस् था थां च थास्थां द्वम् इद् वहि महि इति द्वाभ्यां सूत्राभ्याम् अष्टादश मूलतिङ् प्रत्ययः विधीयते. प्रथमं लुट् लकार अनद्यते लुटेतन धातुतः विधीयते. अनद्यतन भविष्यत्कालार्थे अत्र लुट् अत्र तकार उकार अपगच्छति. केवलं लकार एव अवशिष्यते. तत्समये यतासि लुलुटोः इति सूत्रेण धातुतः तास् प्रत्यय तुटिलक लुटिपरे आगच्छति. तदनन्तरं लस्य स्थाने द्वादश तिङ्प्रत्ययः विधीयते. यथा सि लु लुटो लुटि लु पठामि भगिनि. पठतु भगिनि. यथा सि लु लुटो लुटि लुटि लृङि च परे धातुतः स्यः स्य लुटि परे धातुतः तासि भवति. तास्य तासेरिकारः उच्चारण अत्र तासि अत्र इकारः उच्चारणार्थमेव. स्याश्च तासिश्च तयोः इतरेतरद्वन्द्वः च तासि. लुच् लु च लुट् च तयोः इतरेतरद्वन्द्वः. लुलुटोः लुलुटौ तयोः लुलुटोः. स्यासि प्रथमान्तं लुलुटो सप्तम्यन्तं द्विपदभेदं सूत्रं. धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः. अनुवर्तिसतिसूत्रं धातोः परश्च यत यातासि प्रत्ययौ लुलुटोः. किं वदनीयं भगिनि अत्र? यथासि लुलुटो एतत् सूत्रे रुटि अत्र लुङि अपि स्वीकरणीयं. अत्र स्या प्रत्यय विधीयते. लुटि परे तु तास् इति प्रत्यय विधीयते. अनुपत्तिसूत्रमस्ति. धातोः परश्च शतासि प्रत्ययौ लुलुटोः इति सूत्रेण प्रथमपुरुषे लुटः प्रथमस्य धारौ रसः इति सूत्रेण परस्मैपदे पदे तिप् स्थाने ढक ढा तस्थाने रौ झि स्थाने रस् आत्मने पदे त पदे तास्थाने ढा आतां स्थाने रौ जकारस्थाने रस्. अन्यं भवि पठ पठामि भगिनि. पुष्पा भगिनी पठतु. अस्तु भगिनि, एकनिमिष भगिनि. अस्तु, लुटः प्रथमस्य तत्र न प्रथमपुरुषे लुटः प्रथमस्य डारौरसः इत्यनेन परस्मैपदे तिप् डा तस् रौ झि रस् आत्मनेपदे ता डा आताम् रौ झ ऐ मीन् आताम् रौ झ रस्. हा, प्रथमपुरुषे लुटः प्रथमस्य डा रौ रसः इति सूत्रेण परस्मैपदे तिप् तु डा आगच्छति, तस् तु रौ, झि तु र. आत्मनेपदे त डा एकनिमिष भगिनि डा आतां रौ झ र समाने अस्ति सर्वे. परस्मैपदे तु आत्मनेपदी द्वे अपि समानः. डा रौ र. अस्तु, लुट् लुटः प्रथमस्य डा रौ रसः. लुट् लकारस्य प्रथमपुरुषस्थाने क्रमेण डा रौ रस् इत्यादेशाः ओके, ऐ एम् सारी, ऐ गॉट ए मेसेज, बट् दट्स् ओके. इत्यादेशाः भवन्ति. परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस्, आत्मनेपदे त स्थाने द, आतां स्थाने रौ, च स्थाने रस्, इश्च रौश्च रश्च तेषाम् इतरेतरद्वन्द्वः, दारौ रसः, लुटः अस्तु, लुटः षष्ट्यन्तं, प्रथमस्य षष्ट्यन्तं, दारौ रसः प्रथमान्तं, त्रिपदनिजं सूत्रं, सूत्रं स्वयं सम्पूर्णं, लुटः प्रथमस्य, दारौ रसः, लुटः प्रथमस्य, दारौ रसः सूचयति लुट्लकारस्य प्रथमपुरुषस्थाने क्रमेण दारौ रस् इत्यादेशाः भवन्ति. तस्मैपदे तिप् स्थाने डा, तसः स्थाने तसः तु तसः सप्तमी, तसः स्थाने रौ, जि इत्यस्य स्थाने रस्, आत्मनेपदे ता स्थाने डा, तां स्थाने रौ, स्थाने रस्. तत्तु एतद् दारौ रसः इतरेतरद्वन्द्वः, द्वन्द्वसमासः अस्ति. लुटः षष्ट्यन्तं, तत् लुटः प्रथमस्य, दारौ रसः इति वदति. तदेव त्रिपद इदं सूत्रं, तत्तु त्रीणि एव पदानि सन्ति. अत्र अनेकाश्चित् सर्वस्य पठामि वा भगिनि? पठतु भगिनि निश्चयेन. अनेकाश्चित् सर्वस्य इत्यनेन डा प्रत्ययः अनेकाल् अतः सर्वस्य स्थाने आदेशः भवति. अत्र प्रश्नः उदेति यत् डकारः इत्संज्ञकः इत्यतः डा इति कथम् अनेकाल् उच्यते. परिभाषेन्दु इन्दुशेखर ग्रन्थे परिभाषा अस्ति. नानु न अनुबन्ध कृतम् अनेकाल् त्वम् अनेकाल् त्वं परिभाषा त्रीणि त्रीणि न अष्ट न षष्ट. अनेन यस्य वर्णस्य सद्विसंज्ञा अस्ति तेन वर्णेन अनेकाल्त्वं न सिद्ध्यति. अनेन यस्य वर्णस्य इत्संज्ञा अस्ति तेन वर्णेन अनेकाल्त्वं न सिद्ध्यति. अतः एतस्मात् डा इति अनेकाल् न स्यात्. परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत् डादिविषये तु सर्वादेशत्वं विना अनुबन्धत्वसि एव न अनुबन्धत्वस्य एव अभावेन अनुपूर्व्यात् सिद्धं दादि विषये तु सर्वादेशत्वं विना अनुबन्धत्वस्य अभावेन तात्पर्यम् एवं यत् यावत् तिपः स्थाने डा नागच्छेत् तावत् तिपि विद्यमानप्रत्ययत्वं डा आदेशे न भवति. अस्तु अस्तु, एकवारं पठामि. तात्पर्यम् एवं यत् यावत् तिपः स्थाने डा न आगच्छेत् तावत् तिपि विद्यमान प्रत्ययत्वं डा आदेशे न भवति. अस्तु, हा, प्रत्ययत्वं डा आदेशे नास्ति चेत् श्रुतु इत्यस्य प्रसक्तिः न अस्ति एव, अतः इत्संज्ञा नास्ति, अनुबन्धत्वं न च नास्ति, अतः परस्मैपदे तिप् लुटः प्रथमस्य दारौरसः इति स्थले दा आदेशस्य प्रत्ययत्वाभावात् अनुबन्धत्वं नास्ति, तस्माच्च न अनुबन्धकृत अनुबन्धकृतम् अनेकाल्वत् अनेकाल्त्वं परिभाषा षष्ठम् इति परिभाषाया भाषायाः प्रसक्तिः नास्ति, अनेन अलौन्त्यस्य इत्यनेन तिपः इकारस्य एव स्थाने दा इति निवार्यते, दा इति अत्र अस्ति चेत् इकारस्य दा अस्ति, ति तकारस्य लोपः भवति, तत्तु न भगिनि, ति इति अस्ति परन्तु अत्र तकारस्य लोपः भवति, दा इति अस्ति, इकारलोपः भवति भगिनि, इकारलोपः न न न इकारस्य एव स्थाने दा आगच्छति न न न न अपूर्णादेशः सर्वादेशः अस्ति खलु, दिप् इत्यस्य सर्वस्य स्थाने डा इति आदेशः, परन्तु इकारस्य एव स्थाने डा इति निवार्यते इति कथं तत्र तु केवलं तत्र चर्चा अस्ति तावदेव, चर्चा क्रियते एवं भवति चेत् चर्चा अस्तु अस्तु अनेकाचित् सर्वस्य इत्यनेन इन्दुशेखरग्रन्थे परिभाषा अस्ति, वयम् एतत् सर्वं पूर्वमेव पठितवन्तः खलु, परन्तु इन्दुशेखरस्य एतत् चर्चा न जाता, जाता भगिनि पूर्णतया जाता, अस्तु अस्तु मम मनसि नास्ति सति अस्तु, अनेकाचित् सर्वस्य आदेशः अनेकाचित् चेत् सर्वस्य स्थाने आदेशः भवति, न तु अन्त्यस्य अलौन्त्यस्य इत्यस्य अपवादः, न एकः अनेकः नैतत्पुरुषः, अनेकः अल् यस्य सः अनेक नाट् एबल् टु स्टाप् दिस् वन् सेकेण्ड् ओके ओके ब्यूटिफुल् म्यूसिक् बट् नाट् टु स्टाप् देट् अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः अनेकाल् अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः श इत् यस्य सः षित् इत् यस्य सः षित् बहुव्रीहिः अनेकाल् च षित् च अनेकाल् षित् बहुव्रीहिः गर्भसमाहारद्वन्द्वः द्वन्द्वसमासः अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्टन्तं त्रिपदमिदं सूत्रं स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाचित् सर्वस्य स्थाने ये अपि पठितं न भगिनि चुटु अपि पठितं स्वदेशे प्रत्ययस्य अन्तपर्यन्तं पठितं स्थलद्वये दोषे सति सर्वत्र समीकरणीयम् इति किमपि तावत् तद् न पठितम् किं तत्र स्थलद्वये प्रश्नः अस्ति यत् आदेशस्य तद् न पठामि कृतेत्वं तदपि पठितम् अस्माभिः पठतु पठतु अस्तु चुटु न पठितं न पठितुं न आवश्यकम् अस्तु नावश्यकता प्रश्नः अस्ति यत् द आदेशस्य प्रत्ययत्वं कदा जायते? तिप् प्रत्ययस्य स्थाने आगमनसमये एव जायते अथवा आगमनात् पूर्वं जायते। यदा आदेशः प्रक्रियाक्रमेण प्रत्ययस्य स्थाने आगच्छति तदा स्थानिवद्भावेन प्रत्ययसंज्ञा प्राप्यते इति सामान्यबोधः। नाम नूतनसंज्ञा प्राप्यते यदा स्थाने आगतः, आगमनात् पूर्वं न प्राप्यते। एषः विचारः सिद्धान्तकौमुदीकारस्य दीक्षितस्य मतं। दा इत्यस्य आदेशानन्तरं स्थानिवद्भावेन प्रत्ययः आदेशात् पूर्वं सः प्रत्ययः न, आदेशानन्तर एव एतत् स्थानिवद्भाव भावेन प्रत्ययः प्रत्ययः न भवति चेत् अनेकत्वात् सर्वदेशत्वं भवति। सर्वदेशानन्तरं सर्वदेशत्वं भवति तत्र। यत्र सर्वादेशानन्तरं प्रत्ययत्वम् आगतं स्थानिवद्भावेन, अनन्तरं प्रत्ययत्वात् दकारस्य इत्संज्ञायां लोपः इति प्राचीनानाम् आशयः। चुटु इत्यनेन प्रत्ययस्य आदौ चवर्गीय अथवा चवर्गीयः वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति, अस्तु, तदा तस्य लोपः इत्यनेन इत्संज्ञक वर्णस्य लोपः। अदन्तसर्वनामस्थले जसः षि इत्यस्य अपि एवमेव स्थितिः। सर्वयोगः च सर्वयोगाष्टि सर्वयोगः इ सर्वे लिटि परस्मैपदानां नल्वमाः इत्यनेन नलादीनाम् आदेशे अपि इयमेव स्थितिः। तत्तु नल् कत्र आगच्छति भगिनि? नल् अग्रे उक्तमस्ति, तिपःस्थाने नल् आदेशः, आदेशात् पूर्वं स प्रत्ययः न, सः प्रत्ययः न, आदेशः एव अनिकाल्त्वात् सर्वादेशः। सर्वादेशस्य अनन्तरं स्थानिवद्भावेन प्रत्ययत्वात् इत्संज्ञा नकार लकार लकारयोः लोपः। लिटि भवति इति उक्तमस्ति खलु, लिटि परस्मैपदानां तथा भवति लिट् लकारे, लिट् लकारे नाट् लुट् न न लिट् लकारे नल् आदेशः भवति इति, तिप् स्थाने नल् आदेशः। विवक्षा नास्ति, केवलं तस्मिन् विषये महोदय योजितवान् तावदेव। एवं च जसः षि इति स्थले वा परस्मैपदानां नुलतु तुसु स्थल ठुस् नल्वमाः इति स्थले वा लुटः प्रथमस्य दारौरसः वा ईदृशी स्थितिः आश्रयणीया इति दीक्षितादीनां प्राचीनानां मतम्। आहत्य इत्संज्ञकत्वम् अनुबन्धत्वं नाम इत्संज्ञावत्वम् अनुबन्धत्वम् इति आगच्छति, अनुबन्धत्वम् आहत्य इत्संज्ञकत्वम् अनुबन्धत्वम् अस्ति नाम इत्संज्ञावत्वम् अनुबन्धत्वम् इति वदति नागेशभट्ट। तत् अपि पठामि, अन्यकोपि बहु पठितुम्। नागेशभट्ट परिभाषेन्दुशेखरकारः नागेश आदीनां नव्यानां मते तु इत्संज्ञा योग्यत्वमेव अनुबन्धत्वम् परस्मैपदानां स्थलत्वमा इति स्थले प्रथमपुरुष एकवचने तिप् स्थाने नन् एवमेव उत्तमपुरुष एकवचने मिप् स्थाने नन् अस्मिन् स्थले द्वये आदेश अनन्तरं प्रत्ययसंज्ञा स्थानीवद्भावेन साधयितुं शक्यते किन्तु मध्यमपुरुष बहुवचने स्थाने थ प्रत्ययः तस्य स्थाने अ इति आदेश कर्तव्य नल् इति स्थले लकार अकार लकार लकारस्य संज्ञायां लकार अकारौ वर्तेते परन्तु मध्यमपुरुष बहुवचने आदेशत्वेन अ इति एक एव वर्णः अस्ति तर्हि अत्र कथं सर्वादेश इति प्रश्नः अत्र अनेकालत्वं नास्ति अत्र प्रश्लेषनिर्देश कर्तव्य इत्युक्ते अयोग अ इत्यनयोः प्रश्लेषे अतो गुणे इत्यनेन अ इति आदेश अनुकार्यरूपः तस्य अनुकार्यरूपस्य अनुकरणम् एतत् प्रश्लिष्ट अकारद्वयमपि अकारयोः पररूपे कृते यत् अ इति जातं तस्य अनुकरणं सूत्रे कृत्वा परस्मैपदपदानां रल्बमा इति सूत्रे तु पररूपनिष्पन्नस्य अनुकरणं कृतवान् पाणिनिः किन्तु पररूपनिष्पादात् पूर्वं वर्णद्वयम् एव अस्ति अतः प्रश्लेषणनिर्देशेन अनेकालत्वात् आदेश इति वक्तव्यं तर्हि किं जातं मध्यमपुरुषे प्रश्लेष अनिवार्य चेत् तस्मिन् अनिवार्यत्वे प्रथमपुरुष एकवचने अपि प्रश्लेष एव भवतु अतः इत्संज्ञावत्त्वम् अनुबन्धत्वं न अपि तु इत्संज्ञायोग्यत्वम् एव अनुबन्धत्वम् इति नव्यानां मतम् अस्तु पूर्वं परिच्छेदे वयं दृष्टवन्तः इत्संज्ञा प्राचीनानां मतम् अस्ति यत् अनेकाल आदेश अस्ति तत्र इत्संज्ञा कथम् अनुबन्धत्वं स्थानिवद्भावेन पूर्वम् एव अस्ति यदि यावत्पर्यन्तम् आदेशस्थितम् अस्ति यथा डा इति डकार आकार इति तत्र अनेकालत्वम् अस्ति तत्र अपि आदेशत्वम् अस्ति अनेकालत्वं यावत्पर्यन्तं तिप् स्थाने स्थानिवद्भावना अस्ति तावत्पर्यन्तं प्रत्ययसंज्ञा नास्ति तत्र अतः तस्मिन् इति वर्तेते पूर्वम् एव वर्तते संज्ञात्वम् अनुबन्धत्वं तस्मिन् पूर्वमेव वर्तते इति यत् इति तस्य स्वभावः अस्ति संज्ञात्वं तस्मिन् संज्ञावत्त्वम् अपि अस्ति कारणं कि यदि तदनन्तरं तत् संज्ञा भवति अस्मिन् संज्ञावत्त्वम् अस्ति वयं जानीमः वत्त्वम् अस्मिन् वा अस्य वा इति इदानीं नागेश परिभाषा इन्दुशेखर इति नव्यानां नव्यवैयाकराणां मत्वं मतम् अस्ति संज्ञायोग्यत्वं यदि अस्ति अनुबन्धत्वं किञ्चित् तयोः भेदः अस्ति योग्यत्वम् इति वदनेन किं वक्तुम् इच्छति यथा उदाहरणमस्ति लिट् लिट् ये सिद्धसिङ्ग् प्रत्ययः आगच्छति तत्र रल् अतु स्थल् अतु नल्वां सो इति नल् इति अस्ति प्रथमपुरुष एकवचने अपि रल् अस्ति उत्तमपुरुष एकवचने लकारस्य संज्ञा भूत्वा हल्यन्तनेन ण इति अवशिष्यति न अस्ति नकार अकार इति अनेकालत्वम् अस्ति यदि अनेकालत्वम् अस्ति तत्र अनेकालत्वं यावत्पर्यन्तं तिप् स्थाने वा मिप् स्थाने न आगच्छति तावत्पर्यन्तं तस्य प्रत्ययसंज्ञा अपि अनेकाल सर्वादेश अस्ति तस्मिन् किन्तु यदि तिप् स्थाने यदा आगच्छति तत्र तस्मिन् स्थानीयभावेन प्रत्यर्थम् आगच्छति, तत्र अनेकत्वम् अस्ति. किन्तु मध्यमपुरुषे यत् अस्ति तत्र केवलम् अ आदेश आगच्छति. अ आदेश यदि अस्ति तत्र अनेकत्वं नास्ति, कथं साधनीयम् अ इति अनेकत्वं भवति इति ऊहां करोति. अनेकत्वम् इति प्रश्लेषणं कृत्वा, प्रश्लेषणम् इति किम् अस्ति, अयोग यदि अतोगुणे इति अनेन किं भवति, अकारस्य गुण अकार एव अस्ति, सो अकार अकारयोः पूर्वपरयोः स्थाने अकार आगच्छति. सो अकार यत् एकत्वं दृश्यते, वस्तुतः प्लस् अनेकत्वम् अस्ति तस्मिन् अपि इति प्रश्लेषण क्रिया कृत्वा तस्मिन् विधीयते प्रश्लेष एक यत् अ इति एकत्वं दृश्यते तस्मिन् अनेकत्वम् इति अस्ति इति तथैव सर्वे नल् अकार तत्रापि नल् इति अनेकार्थम् अस्ति, अकारे अपि अनेकार्थम् अस्ति. प्रथम अपि उत्तमपुरुषे अपि अनेकार्थम् इति साधनीयम् अस्ति. तत् अनुकार्य इति यत् अस्ति अकारपररूपे कृत यत् इति ज्ञातम् अनुकरणं सूत्रे कृत्वा अस्ति. अनुकार्यरूपस्य अनुकरणम् इति प्रश्लेष अकारद्वयम् अपि अस्ति. अनुकार्य इति अस्ति यत् प्रक्रिया साधनीयम् अस्ति तत् अस्ति अनुकार्य. यथा अकार अकारयोः इति प्रश्लेषणं कृत्वा इति भवति अनुकार्य, तस्य अनुकरणम् अस्ति यत् यदा तस्य क्रिया भवति अकाराकारयोः सति तस्य अनुकरणम् इति वदामः इति मध्यमपुरुषे. अस्य संज्ञात्वम् अनुबन्धत्वं न अपि संज्ञायोग्यत्वम् अनुबन्धत्वम् इति नव्यानाम् अर्थं सो इति यथा पूर्वं प्राचीनानां मतमति संज्ञातं यत् अग्रे गन्तुं यथा प्रत्यय तत्र संज्ञातं भवति तत्र इदानीं तस्मिन् संज्ञातं वर्तते संज्ञावत्वम् अस्ति किन्तु नव्यव्ययानां मतमस्ति संज्ञायोग्यत्वम् अस्ति, मीन्स् तस्मिन् योग्यता अस्ति संज्ञातस्य इति नव्यानां मतम् अस्ति. भगिनी साधु अस्ति किम्? आं भगिनि, मम तु अस्मिन् तु पूर्वं पठितवन्तः खलु अहं न जानामि, महोदय उक्तवान् किञ्चित् नूतनं संयोजनम् अस्ति. अस्तु, अग्रिमं भवती पठति वा? परिचयद्वयं तदनन्तरम् अतिज्ञा परिचयद्वयं पर्यन्तं कृतवन्तः. अन्तात् परिचयद्वयं पूर्वं वा तत्र कृतवन्तः? परिचयं द्वयम् अग्रिमे आसीत् तत् पर्यन्तं कृतवन्तः. अन्यत् प्रधानस्थानम् इति अस्ति खलु ततः इति अहं समीचीनं न अवगतवती भगिनि, अग्रिमये द्वयं परिच्छेदमस्ति भवती यदि पाठयति इति पश्यामः, मिलित्वा पश्यामः. अन्यत् प्रधानस्थानं यत्र इत्संज्ञायोग्यत्वम् अनुबन्धत्वं न अपि इत्संज्ञावत्वम् अनुबन्धत्वं प्रयुज्यते चेत् समस्या जायते. अस्तु, धातोः च धातोः च एकः न नामकः कृत् प्रत्ययः विधीयते. नित्यविधानमिदं सर्वेभ्यः आकारान्तेभ्यः धातुभ्यः तदा ददाति दधात्योर्विभाषा इत्यनेन न प्रत्ययस्य विकल्पेन बाधकः श प्रत्ययः भवति. अनुवृत्तिसहितसूत्रम् अनुपसर्गात् दधाति दधात्योः धात्वोः शः कृत् प्रत्ययः परस्य विभाषा. अनेन शः प्रत्ययस्य पक्षे दधः दाता इति अर्थे दधः धाता इति अर्थे, न प्रत्ययस्य पक्षे दायः धानार्थे दायः धानार्थे दायः दायकः इति अर्थे. तत्रापि दायकः इत्यर्थेपि भवति खलु, धानार्थे इति न भवति खलु, दायकः इत्यर्थे भवति चेति रूपाणि निष्पद्यन्ते. अस्मिन् प्रसङ्गे सूत्रस्य विभाषा इति शब्दस्य दलसार्थक्यं चिन्तनीयम्. एकं परिभाषासूत्रम् अस्ति वासरूपो स्त्रियाम्, अनेन कृत् अधिकारे उपसर्ग उपसर्गापवादसम्बन्धं ज्ञापयति. किं भगिनि? उत्सर्गापवादसम्बन्धं ज्ञापयति. सूत्रमस्ति वा असरूपः स्त्रियाम्, अर्थः अस्ति औत्सर्गिकप्रत्ययस्य स्थाने यः अपवादभूतप्रत्ययः विधीयते स च अपवादभूतप्रत्ययस्य औत्सर्गिकप्रत्ययसमानरूपकः चेत् नित्यं बाधते, असमानरूपकः चेत् विकल्पेन बाधते. अपि च प्रत्ययः स्त्रीलिङ्गवाचकः चेत् अयं नियमः न भवति. अग्रिम पङ्क्तिमपि पठित्वा अहं वदामि वा किञ्चित् अर्धभागं. न प्रत्यये णकारस्य इत्संज्ञा, श प्रत्ययस्य प्रत्ययकारस्य इत्संज्ञा. वासरूपो स्त्रियाम् इत्यनेन प्रत्ययस्य असारूपम् अस्ति चेत् विकल्पेन बाधकत्वं, सारूपम् अस्ति चेत् नित्यबाधकत्वम्. असारूपेण वैकल्पिकबाधकत्वं वाच्यर्थः, सारूपेण नित्यबाधकत्वं फलितार्थः. अधुना प्रश्नः अस्ति यत् अनुबन्धेन सह निर्णयः करणीयः वा अनुबन्धरहिततया निर्णयः करणीयः वा, यथा नुल् तृच् इति प्रत्ययोः. नुल् इति प्रत्ययः, तृच् इति प्रत्ययेन असरूपः, अनुबन्धं विनापि असरूपः. न प्रत्ययः श प्रत्ययः इति चेत् अनुबन्धं विना उभयत्र अ इति एव अवशिष्यते इति कृत्वा सरूपः, सरूपापवादः नित्यं बाधते. अनुबन्धवर्णेन सह पश्यामः चेत् न प्रत्ययः आनुपूर्वी अन्या अस्ति, श प्रत्ययः आनुपूर्वी अन्या अस्ति, तस्मात् असरूपः असरूपात् विकल्पेन बाधते. अस्तु, तावद् वदामि यत् मया अवगतम्. तर्हि यत्र इत्संज्ञा योग्यत्वम् अनुबन्धत्वम् इति वयं चिन्तितवन्तः, यत्र योग्यः अस्ति चेदेव तत्र भवति इति. तदनन्तरम् इत्संज्ञा वत्वं, यत्र इत्संज्ञा जायते तदा तु अनुबन्धत्वम् इति वा इति भवति खलु, प्रयुज्यते तत्र. यत्र इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् इत्यत्र तु क्लेशः, समस्या नास्ति. किन्तु इत्संज्ञात्वम् अनुबन्धत्वम् इति यत्र अस्ति प्रयोगः भवति तत्र तु समस्या जायते इति महोदयेन उक्तमस्ति. कीदृशसमस्या इति प्रायः अग्रिमे सप्ताहे एव वयं पश्यामः इति मन्ये. तर्हि अत्र तु केवलं आरम्भे दत्तमस्ति. तर्हि धाधा धातुद्वयं कीदृशदातवः इति पश्यामः चेत् आकारान्तदातवः सन्ति खलु. तर्हि आकारान्तदातुभ्यः न नामकः कृत् प्रत्ययः विधीयते इति महोदयेन उक्तं, कर्तृर्थे विधीयते इति. तत्र उक्तवान् येन सूत्रेण कृत् प्रत्ययः विधीयते तत् सूत्रं बहु दीर्घम् अस्ति इति कारणे महोदय न संयोजितवान् अत्र. बहु दीर्घम् आसीत् अस्मिन् बहवः धातवः दत्तं सन्ति, येन कृत्यते विधीयते, तेषां प्रति कृत्यते विधीयते. अस्तु तर्हि तथा न प्रत्ययः आकारान्तधातुभ्यः न प्रत्ययः विधीयते इति वयम् अवगच्छामः, तावदवगच्छामः चेत् अधुना पर्याप्तम् इति महोदय. तथा एव अनन्तरम् अन्यत् सूत्रमस्ति, ददाति दधातेर्विभाषा इति सूत्रमस्ति. येन ददाति इत्युक्ते दादातोः, दधाति इत्यनेन धादातोः च विकल्पेन बाधकः शप्रत्ययः भवति. विभाषा इति दत्तमस्ति, तर्हि विकल्पेन शप्रत्ययः भवति इति अवगच्छामः, इति अवगच्छामः खलु. तावदवगतमस्ति. सूत्रं द्वयमस्ति, एकम् अस्ति आकारान्त धातवः सन्ति तेषां प्रति न प्रत्ययः अस्ति, तत् कृत् प्रत्ययः अस्ति. अपि द्वितीयसूत्रमस्ति, ददाति तु विभाषा, अनेन श प्रत्ययः विधीयते साधु इति विकल्पेन. तर्हि अनुवृत्तिसहितसूत्रं वदति, तत् अवगच्छामः खलु. अनुपसर्गात् यदि उपसर्गः अस्ति चेत् मास्तु, धादातोः उपसर्गः अस्ति चेत् तत्र तु प्रददाति अभिददाति इति किमपि तादृशम् अस्ति चेत् तत्र तु न भवति धादातुः. तर्हि केवलम् अनुपसर्गः ददाति ददात्योः धातोः षकृत् प्रत्ययः परस्य विभाषा इति दत्तमस्ति. अनेन शप्रत्ययस्य पक्षे यदि शप्रत्ययः विधीयते चेत्, भगिनी एकं निमिष, अनुपसर्गात् ददाति तस्य अर्थं किम् अस्ति इति? उपसर्गः नास्ति चेतेव अस्य सूत्रस्य विधानं शप्रत्ययस्य शप्रत्ययस्य विधानम् अस्ति. यदि उपसर्गदाति इति वदामः चेत् तत्र आ इति उपसर्गः अस्ति, तदा तु शप्रत्ययस्य विधानं न भवति. अस्तु, अवगतम्. अस्तु अग्रे. अग्रे तु अनेन शप्रत्ययस्य पक्षे यदा श भवति तदा तु रूपं भवति धादातोः, दायोगः श इति भूत्वा, दायोगः अ इति भूत्वा, ददः इति भवति इत्युक्ते दाता इति, यः ददाति कर्तृत्वे भवति. तदनन्तरं यत् तथा एव धादातोः किं भवति, धदः इति रूपं भवति धाता कर्तृत्वे, यः दधाति सः तु धदः इति. ण प्रत्ययस्य पक्षे दायः इति भवति. दायः इत्यस्य तु अहं पश्यामि, यः ददाति इति नास्ति, किन्तु धानार्थे इति अन्यत् तु, किन्तु दायकः इति उक्तवान् तथा तु दायः इति पश्यामि. कर्मार्थे वा कर्त्रार्थे न चेत् भावार्थे वा दायः दीयते इति, आमां दानार्थे यद्दीयते तत्तु दायः भवति. इन्हेरिटेन्स् इति दत्तमस्ति, वन् दट् इस् बीङ्ग् गिवन् इति. तर्हि कर्मण्यर्थे अस्ति खलु. तथा एव धायः इति अत्रापि दोषाय महोदयेन लिखितमस्ति इति मन्ये. धायः इति तु पुनः तत्र तु धारणकर्ता इति दत्तमस्ति, तत्र भिन्नमस्ति. ददाति दादातोः तु दायः इति किं भवति, दीयते दायः इति, यत् दानं दीयते कर्मार्थे अस्ति. किन्तु तदेव न प्रत्ययः धादातोः विधानं भूत्वा दायकः इत्युक्ते कर्त्रार्थे भवति, यः ददाति सः इति, चेति रूपाणि निष्पद्यन्ते इति उक्तमस्ति. अस्मिन् प्रसङ्गे सूत्रस्य विभाषा इति शब्दस्य एव एतावत् पूर्वपर्यन्तं न वयं किं चिन्तितवन्तः, विभाषा इत्युक्ते विकल्पेन इति वयं चिन्तितवन्तः खलु, तदेव वयम् अवगच्छामः तावत्पर्यन्तं. किन्तु महोदय अग्रे दत्तवान् विभाषा इति शब्दस्य दलसार्थक्यं चिन्तनीयम् इति. एकं परिभाषासूत्रम् अस्ति, वासरूपो स्त्रियाम् इति सूत्रमस्ति इति दत्तवान्. इति यथा पूर्वम् उक्तवान् खलु, औत्सर्गरूपम् अस्ति, तस्य उपरि यदि अपवादसूत्रम् आगच्छति तस्य एकन्यायं दत्तमस्ति. अपवादसूत्रस्य यदि आगच्छति तत् तत् विधि तिष्ठति औत्सर्गरूपस्य गच्छति इति. किन्तु अपवाद अत्र तु विभाषा इत्यत्र चिन्तयामः, तत्र तु वयम् अपवादं न चिन्तयामः खलु, विकल्पेन इति अस्माकं चिन्तनम् आसीत्. किन्तु तदेव अत्र अत्र तु किं वक्तुम् इष्टति तत्रैव अग्रे उक्तम् अस्ति तस्मिन् विषये. तावद् एतावत्पर्यन्तम् अहं तु पूर्वं न श्रुतवती तादृशं. भवती श्रुतवती वा? न इति सर्व इति मम तस्य अर्थम् इति समान आगच्छति मम मनसि, तथा पूर्वं पठितवन्तः. यत् लिखितमस्ति भवती वदतु प्रथमं. तर्हि परिभाषासूत्रमस्ति वासरूपो स्त्रियाम् इत्यनेन कृत् अधिकारे केवलं कृत् अधिकारे वा? केवलं कृत् अधिकारे उत्सर्ग अपवादसम्बन्धं ज्ञापयति. सामान्य अपवादसम्बन्धं नास्ति नास्ति उत्सर्ग अपवाद उत्सर्ग अपवादसम्बन्धः इति. कः इत्युक्ते उत्सर्गः इत्युक्ते किं भवति, स्पेशलैस्ड् इति खलु. उत्सर्ग मीन्स् सामान्य राइट्. उत्सर्ग इति अस्ति उत्सर्ग इति जनरल् सूत्रं जनरल् सामान्यत्वम् इति. आम् आम् उत्सर्ग उत्सर्ग अपवादसम्बन्धं ज्ञापयति. अस्तु, तर्हि कृत् अधिकारे उत्सर्ग अपवादत्वं यत् सामान्य अपदात्वम् अपवादत्वम् अस्ति तद् ज्ञापयति इति. सूत्रं किं वदति, वा असरूपः स्त्रियाम्. अर्थः अस्ति यत् औत्सर्गिकप्रत्ययस्य स्थाने यः अपवादभूतप्रत्ययः विधीयते, उदाहरणार्थम् अधुना एव आसीत् अण प्रत्ययस्य स्थाने श प्रत्ययः, स च अपवादभूतप्रत्ययः औत्सर्गिकप्रत्ययसामानरूपः समानरूपकः चेत् नित्यं बाधते, असमानरूपकः विकल्पेन बाधते इति. तर्हि अग्रे दत्तमस्ति समानरूपकम् असमानरूपकम् इति. यदि यत्र यस्य प्रत्ययस्य स्थाने अन्यप्रत्ययः आगच्छति यदि समानरूपकः चेत् यद्यपि विभाषा इति दत्तं तथापि नित्यं बाधते एव. सामान्यतया विभाषा इत्युक्ते अहं बाधा भवति इति न चिन्तितवती, अहं तु वैकल्पिकं रूपं भवति इति, अन्यपक्षः भवति इति एव चिन्तितवती. अत्र तु किन्तु अत्र वदति नित्यं बाधते इति. असमानरूपकः चेत् विकल्पेन बाधते इति. अपि च प्रत्ययः स्त्रीलिङ्गवाचकः चेत् अयं नियमः न भवति. असरूपः वा असरूपः इति प्रायः न द्रष्टव्यम् इति. तर्हि अग्रे अग्रे पश्यामः वा, तावद् किमपि वक्तुम् इच्छति वा भगिनि? न इति यत् वासरूप इति असर्गरूप यत् किम् स्वरूप स्वरूप इति किमस्ति तत्र तदेव तदेव अग्रे पश्यामः वयम्. असरूपः किं स्वरूपः किम् इति अग्रे पश्यामः. तर्हि अग्रिमपङ्क्त्यां यद् दत्तवान् महोदय, न प्रत्ययस्य नकारस्य इत्संज्ञा श प्रत्यये तु षकारस्य इत्संज्ञा भवति इति तु वयं जानीमः खलु. इति उभयत्र तु अ इति एव तिष्ठति. तर्हि वासरूपो अस्त्रियाम् इति सूत्रेण प्रत्ययस्य असारूप्यम् इति चेत् विकल्पेन बाधकत्वं, सारूप्यम् अस्ति चेत् नित्यबाधकत्वम् इति उक्तमस्ति. असारूप्य इति उक्तमस्ति. तर्हि अधुना प्रश्नः अस्ति, अनुबन्धेन सह निर्णयः करणीयः वा इति अनुबन्धेन सह वयं निर्णयं कुर्मः चेत् किं भवति न इति प्रत्ययः तु णत्वम् अस्ति तत्र तु न इति अस्ति श प्रत्ययः तु अनुपूर्वी भिन्नम् अस्ति न प्रत्ययस्य अपेक्षया इति कृत्वा असारूप्यं वर्तते उभयोः किन्तु अनुबन्धवर्णं त्यक्त्वा पश्यामः चेत् न इति अनुबन्धं भूत्वा तत्र तु अ एव अवशिष्यते श इत्यस्यापि अनुबन्धरहितरूपं किं भवति आ इति एव भवति तर्हि तदनन्तरमपि अनुबन्धवर्णेन वर्णं त्यक्त्वा विनापि वयं विना पश्यामः चेत् किं भवति सरूपः भवति सारूप्यं भवति उभयोः किन्तु अन्यत् पश्यामः अनुबन्धेन सह अनुबन्धवर्णेन सह किम् अस्ति असारूप्यं भवति अनुबन्धरहि रूपम् अनुबन्धवर्णं विना तु सारूप्यं भवति भिन्न उदाहरणमपि दत्तवान् महोदय नूल् प्रत्ययः तृच् प्रत्ययः इति नूल् प्रत्ययस्य तु अनुबन्धसहितरूपं पश्यामः चेत् नूल् इति अस्ति तृच् इति अस्ति नूल् इत्यस्य स्थाने तु वयम् अक इति योजयामः तृच् इत्यस्य तृच् इति अस्ति रूपं तु भिन्नमेव अस्ति यदि अनुबन्धसहितं पश्यामः नो चेत् अनुबन्धरहितं पश्यामः चेदपि भिन्नं भवति तत्र तु क्लेशः एव न भवति किन्तु अत्र न श प्रत्ययोः विषये तु क्लेशः भवति किमर्थम् अनुबन्धेन सह पश्यामः चेत् भिन्नं भवति किं भवति असारूप्यं भवति अनुबन्धरहितं पश्यामः चेत् असारूप्यं नास्ति इति वयं पठामः खलु तावत् अग्रे पठामः वा वस्तुतः न प्रत्ययस्य विधानानन्तरम् अनन्तरमेव प्रत्ययत्वं ततः वयं तु सूत्रं न पठितवन्तः न प्रत्ययस्य विधायकसूत्रं न पठितवन्तः किन्तु महोदय वदति वयं न पठितवन्तः इति कृत्वा वयं न जानीमः केवलं शब्दरूपम् आसीत् न किन्तु यत्र न इति प्रत्यये साक्षात् प्रत्ययः नास्ति केवलं शब्दरूपम् अस्ति किन्तु यत्र विधानं भवति पूर्वं यत् प्रत्ययः आसीत् तस्य स्थाने न इति विधानं भवति प्रत्ययस्य विधानं तदा एव न इत्यस्य प्रत्ययत्वं भवति इति ततः परमेव तस्य इत्संज्ञालोपः भवति इति तदानीम् अकारः अवशिष्यते नाम अ इति प्रत्ययः उत्पद्यते प्रत्ययः कदा भवति धातोः विहितश्चेत् प्रत्ययसंज्ञा लभ्यते ददाति धदात्योर्विभाषा विधिसूत्रं वासरूप्यो अस्त्रियां परिभाषासूत्रं विधानात् प्रागेव निर्णेतव्यः यत् न शरूप्यो वा असरूप्यो वा इति धातोः विधानात् पूर्वं न इति आनुरूपी अन्या श इति आनुरूपी अन्या यतोहि तावता इत्ययोः नकारशकारयो लोपः न जातः असः अतः असरूपः एव अयं श आदेशः तदा चेत् वासरूपो रूपो स्त्रियाम् इत्यनेन असरूपः अपवादप्रत्ययः उत्सर्गं विकल्पेन एव बाधते अतः विकल्पः सिद्धः एवं च विकल्पे सिद्धे ददाति दधात्योर्विभाषा इत्यनेन विभाषा इति सूत्रांशं न सङ्गच्छते इति सूत्रांशं न सङ्गच्छते किमर्थं न सङ्गच्छते विभाषा इत्यनेन किम् अस्ति विभाषा इत्यनेन विकल्पेन इत्येव अर्थः अस्ति खलु एवम् आदेशानां विधानं कृत्वा प्रत्ययत्वं यदि आनीयते तर्हि न प्रत्ययस्य विकल्पेन बाधकः श प्रत्ययः इति निरूपयितुमेव न शक्यते अग्रिमपङ्क्तिमपि पठित्वा किमर्थं विभाषा बाध्यते इति महोदय वदति इति न अवगच्छामि प्रायः पूर्णतया पठित्वा एव अवगन्तुं शक्नुमः भगिनि महोदय उक्तवान् बहु किं पठनीयमस्ति अग्रे तर्हि अत्र वयं त्यजामः, तावद् वयं यत् अवगतवन्तः. तो एतावत् पर्यन्तं वयम् अवगतवन्तः प्रत्ययद्वयम् अस्ति, श्य प्रत्ययः, प्रत्ययः कृत् द्वयो कृत् प्रत्ययो स्तः अपि एकं सूत्रम् अस्ति, किमस्ति तत् सूत्रं न दत्तमस्ति, येन प्रत्ययस्य विधानं भवति तत् नित्यविधानम् अस्ति औत्सर्गकरूपेण, ददाति ददात्यो विभाषा अनेन विकल्पेन श प्रत्ययविधीयते अनुपसर्गात् यदि उपसर्ग पूर्वं नास्ति अतः. तो इति द्वयं यदि अनुबन्धपूर्वं द्वयो स्वरूपं भिन्नम् अस्ति, किन्तु अनुबन्धसहितं तस्य स्वरूपम् एकमेव अस्ति, अवशिष्यते अ इति अस्ति साधु. अपि वासरूपो स्त्रियाम् इति किं वदति यदि स्त्रियां नास्ति, स्त्रीलिङ्गे नपुंसकलिङ्गे च यदि किम् उक्तवान् अनेन कृत् अधिकारे उत्सर्ग अपवादसम्बन्धं ज्ञापयति. अपवाद कथं निर्णेतव्यम् इति, यदि असरूपी अस्ति चेत् असरूपी वा किम् अस्ति अस्वरूपः स्त्रियाम् अर्थः अस्ति चेत् औत्सर्गप्रत्ययस्थाने विकल्पेन बाधकत्वं भवति, सारूप्यम् अस्ति चेत् नित्यबाधकत्वम् अस्ति, नित्यबाधकत्वम् अस्तु. या एतावत् पर्यन्तं महोदय कृतम् अस्वरूपम् अस्ति तु विकल्पेन बाधकं, नित्यम् अस्ति स्वरूपं सारूपम् अस्ति नित्यबाधकं, तावद् वयम् अवगच्छामः, तावत् या तावत् वयं कृतवन्तः. धन्यवादः भगिनी, धन्यवादः भगिनी, धन्यवादः, धन्यवादः. तर्हि हलन्तदातूनां विषये पठित्वा गच्छामः, नकारान्तपर्यन्तं. धन्यवादः. हलन्त अत्र प्रेषयामि, प्रयत्नं करोमि भगिनि. अहं तु मया मनसि न तिष्ठति, चिन्ता नास्ति, मनसि न तिष्ठति चेत् अपि केवलं पठति चेत् पर्याप्तं भगिनि, पठितुं महोदय. सर्वे सर्वाणि केवलम् आवली शक्ति नास्ति न भगिनि, भवती तु वैद्या आसीत् खलु, कथं वा नास्ति. बोटानिकल् नेम् तत्र सैण्टिफिक् नेम् सर्वं भवती तु ज्ञातवती एव पूर्वं खलु, कण्ठस्थीकृतवती.